गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि कारणानां वैविध्यम् इत्यत्र तत्र सम्बन्धम् आधारीकृत्य समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति प्रभेदः, तदधीतं। तदनन्तरं फलोपदानं, फलोपधानत्वम् इत्युक्ते कार्यं यदा कार्यस्य उत्पादनं यदा भवति तदा कारणेषु फलोपधानत्वं भवति, तावत्पर्यन्तं स्वरूपयोग्यत्वम् एव अस्ति। स्वरूपयोग्यत्वं किमर्थम् अङ्गीकर्तव्यं, तस्य प्रयोजनं किं, तर्हि तद् आधारीकृत्य कार्यस्य उत्पादनकालम् आधारीकृत्य फलोपधानकत्वं स्वरूपयोग्यत्वम् इति द्वितीयविधभेदः। तदनन्तरं विद्यमानततः कारणता, ज्ञायमानततः कारणता इति तृतीयः विभागः। तदनन्तरं साधारणकारणम् असाधारणकारणम् इति, सर्वेषां कार्याणां प्रति यत् कारणं तत् साधारणकारणम्। एकस्य वा केषुचित् कार्य केषाञ्चन कार्याणां यत् कार्यं यत् कारणमस्ति, केषाञ्चन कार्याणां यत् कारणमस्ति तत् असाधारणकारणम् इति कारणानां चतुर्विधविभागः अस्माभिः दृष्टम्। तदनन्तरं प्रतिबन्धक अभावः अपि कारणं, यदि प्रतिबन्धकम् अस्ति, किमपि प्रतिबन्धकम् अस्ति, तत्र प्रतिबन्धकः अस्तित्वेन, प्रतिबन्धकस्य अस्तित्वेनापि कार्यं न उत्पद्यते। यद्यपि अन्यानि कार्याणि सर्वाणि कार्याधिकरणे सन्ति तथापि प्रतिबन्धक अभावः अपि कारणम् इति अस्माभिः दृष्टम्। प्रसङ्गवशात् तत्र प्रयोज्यप्रयोजकभावः अपि ज्ञातव्यम् इति, प्रयोज्यप्रयोजकभावः इत्युक्ते किम् इति अत्र उक्तमस्ति, किन्तु प्रयोज्यप्रयोजकभावः प्रकृतविषये कः सम्बन्धः इति अग्रे आयास्यति। भवतु, तर्हि मेहुल् महोदयेन उक्तं खलु, इदानीं यद् भवता गते वर्गे पठितं तत् पुनः पठनीयं वा, नो चेत् किञ्चित् वक्तुम् इच्छति वा तस्मिन् विषये? किञ्चित् पुनः पठनीयं चेत् पठतु एकवारम्। अस्तु, प्रयोज्यप्रयोजकभावः इत्यस्मात् खलु आरभ्य? सत्यम्। कारणत्वप्रसङ्गात् प्रतिबन्धकत्वं निरूपितं, तद्वदेव च प्रयोज्यप्रयोजकभावोऽपि ज्ञातव्यः। यस्य पदार्थस्य परागभावो भवति, यस्य उत्पत्तिः भवति, तस्य इदं कारणं, इयं चास्य सामग्री इत्यादयः व्यवहाराः भवन्ति। परन्तु यः पदार्थः नित्यः, यस्य परागभावध्वंसौ न स्तः, तथापि तु सः कदाचिदेव प्रतीयते, कदाचित् न, तादृशपदार्थविषयकः अयम् उत्पन्नः नष्टः इति व्यवहारः नोचितो भवति। घटादिपदार्थानां चक्रदण्डादि तत्र तावत् किञ्चित् वदन्ति वा, तत्र परन्तु इति आरभ्य अत्र वाक्यशः पश्येम। अस्तु, यः पदार्थः नित्यः अस्ति तस्य प्रागभावः अथवा ध्वंसः न भवति, तथापि कदाचित् तत् पदार्थः अस्ति, कदाचित् नास्ति, तर्हि तत् पदार्थस्य विषये अयम् उत्पन्नः अथवा नष्टः इति व्यवहारः न कर्तुं तत् उचितः न भवति। अत्र प्रयोज्यप्रयोजकभावः इत्यस्य कृते यः पदार्थः अयमुत्पन्नः अथवा नष्टः इति व्यवहारः उचितः नासीत् तस्य पदार्थस्य विषये अग्रे गत्वा प्रयोज्यकः भवति, प्रयोजकः भवति इति सर्वम् आयास्यति। न भवतु, तत्र एतावत्पर्यन्तं प्रयोज्यप्रयोजकः इति न उक्तं खलु, इत्युक्ते अत्र एतदेव भवता किञ्चित् विवरणीयं, किम् इति चेत् सः कदाचिदेव प्रतीयते, कदाचित् न इत्यस्य अर्थः कः? ओ अस्तु, अस्तु, सामग्री यदा सर्वसामग्री अस्ति तत्र कदाचित् एकः पदार्थः तत्र कदाचित् वर्तते, कदाचित् न अपि वर्तते, तादृश पदार्थस्य विषये प्रागभावः अस्ति अथवा तस्य ध्वंसः भवति इति न वक्तुं शक्नुमः. प्रतीयते इति पदस्य अर्थः कः? प्रतीयते इत्युक्ते तस्य ज्ञानं भवति अथवा न भवति इति. हा इत्युक्ते प्रतीयते इत्युक्ते ज्ञायते इति अर्थः. ज्ञायते, हा सत्यम्. अस्तु, तर्हि यः पदार्थः नित्यः इत्युक्ते कः पदार्थः नित्यः? यस्य प्रागभावः वा प्रध्वंसभावः नष्टः तादृश एव पदार्थः नित्यः. नित्यपदार्थस्य लक्षणं किम् इति चेत् प्रागभावप्रध्वंस अभावः अभावः इति. प्रागभावप्रध्वंस अभावाभावः नित्यः इति वक्तुं शक्यते. नष्टः तथापि तु सः इत्यनेन नित्यः उक्तः खलु, नित्यपदार्थः उक्तः. सः नित्यपदार्थः कदाचिदेव प्रतीयते कदाचिद् न, कदाचिदेव ज्ञायते कदाचिद् न. तादृशपदार्थविषयकः अयमुत्पन्नः नष्टः इति व्यवहारः न उचितः भवति. किन्तु कदाचिदेव प्रतीयते कदाचिद् न इत्युक्ते कदा प्रतीयते कदा न प्रतीयते इति अत्र न उक्तम्. अस्तु, तर्हि तत्र सन्देहः अस्ति किमर्थम् एतादृशवाक्यं रचितमिति. भवतु, अग्रे पठतु. महोदय, पूर्वं प्रतिबन्धकविषय संशयमस्ति, एकं पृच्छामि वा? पृच्छतु, पृच्छतु महोदय. मम मनसि एतत् न आगतं, प्रतिबन्धकं विरोधितत्वस्य प्रस्तावना नैयायिका किमर्थं क्रियते? सामग्री यदस्ति तत्तु न्यूनमेव, प्रतिबन्धकानि अनेकानि भवितुम् अर्हन्ति, अतः तस्य अस्य कार्यस्य एकस्य कार्यस्य अनेकानि प्रतिबन्धकानि इति न वक्तुं शक्यते खलु. प्रायः एकं वा द्वे वा इत्युक्ते अत्र उदाहरणं किं दत्तमस्ति? जलश्रवणं भवेत्. जलश्रवणम् उपरितः अधः जलस्य श्रावणं भवेत् किन्तु न अभवत्. जलम् उपरि अस्ति, सम्पूर्णमस्ति, तत्र छिद्रमपि अस्ति, तथापि जलश्रवणं न भवति. जलश्रवणमिति कार्यं न भवति. किमर्थं? तत्र बन्धकमस्ति, काष्ठकमस्ति इति कृत्वा. महोदय, एकं स्टोन् वा किमपि भवितुम् अर्हति तत्र महोदय? भवतु, किन्तु प्रतिबन्धकः प्रतिबन्धकमस्ति खलु इत्युक्ते प्रतिबन्धकत्वेन यत्किमपि प्रयोक्तुं शक्यते. इत्युक्ते केवलं काष्ठमेव प्रतिबन्धकः इति नास्ति, तत्र पाषाणखण्डमपि प्रतिबन्धकं भवितुमर्हति इति तु सत्यं. किन्तु प्रतिबन्धक अभावः अपि कारणं भवति इति. प्रतिबन्धकः अस्ति चेत् कार्यम् उत्पद्यते वा? न महोदय. हा, इति कृत्वा प्रतिबन्धक अभावः अपि कारणम् इति स्वीकरणीयम्. हा, किन्तु उपयोगं किम्? ऐ वाण्टेड् टु अण्डर्स्टाण्ड् किमर्थं ते आनयन्ति एतत् दिस् ऐडिया आफ् प्रतिबन्धक एण्ड् हेव् टु यूस् इट् एस् कारण किमर्थं? नो चेत् इदानीम् अस्माभिः एतावत्पर्यन्तं किम् अवगतम्? सर्वाणि कार्याणि कार्याधिकरणे कार्योत्पत्तिक्षणे सर्वदा भवेत्. भवति चेत् अग्रिमक्षणे कार्यम् उत्पद्येत इति फलोपदानकत्वम् इत्यत्र तदेव पठितं खलु. आं महोदय, सत्यं. यदि सर्वाणि कार्यकारणानि कार्याधिकरणे समवहितानि भवन्ति, समवधानी भवन्ति, तदा अग्रिमक्षणे कार्यम् उत्पद्येत. किन्तु न उत्पद्यते. किमर्थम् इति चेत् तत्र प्रतिबन्धकः अस्ति. तर्हि केवलं सर्वाणि कारणानि आनयनानि इति पर्याप्तं न, तत्र प्रतिबन्धकस्य निवारणमपि करणीयं. नो चेत् कार्यं न उत्पद्यते इति बोद्धुं प्रतिबन्धक अभावविषये चिन्तितम्. प्रतिबन्धक अभावः सामग्री अभावमेव नास्ति, किमपि अन्यमपि भवितुम् अर्हति. सत्यं सत्यम्. इत्युक्ते प्रतिबन्धकः इति अन्यः, सामग्री इत्युक्ते किं? कारणं येन यया सामग्र्या कार्यम् उत्पद्यते सः एव सामग्री. किन्तु यया येन वस्तुना कार्यं न उत्पद्यते सः प्रतिबन्धकः अस्ति महोदय. अस्तु, तदपि एकविधकारणं भवति कार्यस्य. हा, इत्युक्ते सामग्री सामग्री इत्यस्मिन् पदे प्रतिबन्धक अभावः अपि आनेतव्यम्. इत्युक्ते सर्वाणि कारणानि तत्र स्तः वा तत्र तत्र सन्ति वा इति पृष्टे सति प्रतिबन्धक अभावः अपि तत्र अस्ति वा कार्याधिकरणे अस्ति वा इति वक्तव्यम्. अस्तु, हा अस्तु, अग्रे पठतु महोदय. घटादि अस्तु, घटादिपदार्थानां चक्रदण्डादिजन्यत्वम् इव प्रकारताविशेष्यतादिपदार्थानां न जन्यत्वं केनचित् प्रतीमः. परं ज्ञाने सत्येव विषयताः प्रतीयन्ते इच्छादिसविषयकपदार्थेषु सत्सु वा. तेषाम् असत्त्वे हि प्रकारत्वादिविषयताः न प्रतीयन्ते. अत्र घटादिपदार्थाः चक्रदण्डादिजन्य तेषां चक्रदण्डादिजन्यत्वम् अस्ति. किमर्थम् इत्युक्ते तैः सामग्रैः एव सामग्रीभिः एव घटादिपदार्थानां पदार्थाः जायन्ते. सत्यं. तथापि अत्र प्रकारता घटादिपदार्थेषु अपि प्रकारताविशेषतादि अपि सन्ति. कदा सन्ति? किञ्चित् प्रतिपादयतु. यदा विषयः भवति चेत् एव प्रकारता विशेषता विषयता इति असंसर्गता इति सर्वं तत्र आगच्छति. यदा विषयः भवति इत्युक्ते यदा कोऽपि तस्य ज्ञानं भवति चेदेव. हा, उत्तमम् इति इत्युक्ते घटः तत्र अस्ति. कोऽपि घटं पश्यति चेत् यदा चक्षुघटस्य मध्ये संयोगः जायते तदा अयं घटः इति ज्ञानं यदा जायते तदा एव घटे विषयता घटत्वे प्रकारता इत्यादि धर्माः भवन्ति खलु. यावत्पर्यन्तं तत्र घटस्य प्रत्यक्षम् इत्युक्ते घटचक्षुषोः मध्ये संयोगः न जायते अयं घटः इति ज्ञानं यावत्पर्यन्तं न भवति तावत् तेषु प्रकारता वा विषयता वा नास्ति. इत्युक्ते ज्ञायमानसत् इति पठितं खलु. एवम् अत्रापि यदि ज्ञानं भवति तदा एव घटे प्रकार विशेष्यता घटत्वे प्रकारता इति अस्ति. अस्तु, इत्युक्ते किम् अत्र किमर्थम् एतत् चिन्तनम्? अत्रापि कारणतायाः विषयः अस्ति. कारणता ज्ञायमानः अस्ति वा विद्यमानः सत्य नास्ति नास्ति. अत्र पश्यतु महोदय, घटादिपर्यपदार्थानां चक्रदण्डादिजन्यत्वम् इव तावत् बुद्धं. प्रकारता विशेष्यतादिपदार्थानां न जन्यत्वं केनचित् प्रतीमः इत्यस्य अर्थः कः? तर्हि प्रकारता विशेष्यतादिपदार्थानां जन्यत्वं नास्ति तस्य ज्ञानं. केनचित् प्रतीमः न जन्यत्वं केनचित् प्रतीमः इत्युक्ते तेषां अत्र घटादिपदार्थानां ज्ञानं न भवति चेत् प्रकारता विशेष्यतादिपदार्थः अपि न जनयति. न अवगच्छामि सम्पूर्णतया किमस्ति. इत्युक्ते यदा अयं घटः इति ज्ञानं जायते तदा एव घटे विशेष्यता घटत्वे प्रकारता इति व्यवहारः भवति. किन्तु यदा अयं घटः इति ज्ञानं जायते तदा विशेष्यता जायते घटे इति न वदेमः, केवलं व्यवहारः कुर्मः खलु. विशेष्यता जायते प्रकारता जायते इति व्यवहारः न कुर्मः. विशेष्यता प्रकारता तत्र जन्यत्वं नास्ति तेषु. प्रकारता विशेष्यतादिपदार्थानां न जन्यत्वम् इत्युक्ते जायते इति न वदेम. यदा अयं घटः इति ज्ञानं भवति तदनन्तरं ज्ञानं विशेष्यतासम्बन्धेन घटे वर्तते, प्रकारतासम्बन्धेन घटत्वे वर्तते इति व्यवहारः कुर्मः. ज्ञानस्य अनन्तरमेव तादृशव्यवहारः कर्तुं शक्यते. किन्तु यथा चक्रदण्डादि दण्डादिभिः घटः जायते तदा अयं घटः इति ज्ञानेन विशेष्यता प्रकारता जायते इति व्यवहारः न कुर्मः. तदेव इदानीं तद् अस्तु. परं ज्ञाने सत्येव विषयताः प्रतीयन्ते. प्रतीयन्ते इत्युक्ते तादृशव्यवहारः इति स्वीकर्तव्यम्. प्रतीयन्ते इत्युक्ते तादृशव्यवहारः क्रियते इति स्वीकरोतु. ज्ञानम् अस्ति चेदेव तत् व्यवहारं कुर्मः. व्यवहारं कुर्मः किन्तु कस्मिन् प्रतिव्यवहारः इति चेत् यदि ज्ञायते तस्मिन्नेव प्रतिव्यवहारः इति नास्ति खलु. इत्युक्ते विशेष्यता प्रकारता जायते इति तादृशं न वदेम. किन्तु व्यवहारः तु भवत्येव. एवम् इदानीं पूर्वपङ्क्ति पठति चेत् अवगच्छति. एवं नित्यपदार्थाः, नित्यपदार्थानां विषये जायते नश्यति इति तादृशव्यवहारः क्रियते वा? तथापि आकाशः अस्ति, दिक् अस्ति, कालः अस्ति, काले सर्वम् अस्ति इति व्यवहारः कुर्मः खलु. इति एव तत्र कदाचिदेव प्रतीयते, कदाचित् न. इत्युक्ते तादृशव्यवहारः कदाचित् क्रियते, कदाचित् न क्रियते. यद्यपि तेषां जननं वा नाशः वा न स्वीक्रियते नित्याः इति कृत्वा, तथापि व्यवहारः कर्तुं शक्यते. तर्हि तादृशव्यवहारस्य किम् आधारी, तादृशव्यवहारः किम् आधारीकृत्य कुर्मः इति चेत् तत्र जन्यजनकभावं स्वीकृत्य व्यवहारः न, प्रयोज्यप्रयोजकभावं स्वीकृत्य इति बोद्धुम् एतादृशचिन्तनम्. तर्हि अयं घटः इति ज्ञानं प्रयोजकः भवति कं प्रति? विषयता. हा उत्तमं. विशेष्यता प्रकारता इति व्यवहारं प्रति प्रयोज्य प्रयोजकं भवति अयं घटः इति ज्ञानं. तर्हि तदा एव इत्युक्ते प्रयोज्यप्रयोजकभावः न वदेमश्चेत् अत्र ज्ञानस्य अनन्तरम् एव एतादृशव्यवहारः इति न वक्तुं शक्यते खलु. तत्तु सत्यम्. इत्युक्ते अयं घटः इति ज्ञानं यावत् न भवति, ज्ञानं घटे विशेष्यतासम्बन्धेन वर्तते इति व्यवहारः न भवत्येव. किन्तु यद्यपि तादृशस्थितिः अस्ति, ज्ञानं विना व्यवहारः न कर्तुं शक्यते. तर्हि ज्ञानम् इदानीं जनकः वा, विशेषता प्रकारतायाः जनकः वा इति चेत् न, जनकः नास्ति, प्रयोजकः इति. अतः एव अत्र इत्युक्ते कारणम् इत्यस्मिन् चिन्तने अत्र प्रयोजकः अपि कारणत्वेन अङ्गीक्रियते. अस्तु इति अस्ति, तदेव अत्र उक्तमस्ति. अग्रे श्रीराममहोदय पठतु महोदय. धन्यवादः महोदय. अतः ते अजन्याः अपि ज्ञानादिप्रयुक्ताः इत्युच्यन्ते. क्षम्यता महोदय, अत्र एकं त्यक्तं. प्रतीयन्ते इच्छादिसविषयकपदार्थेषु सत्सु वा इति, तस्य केवलं तस्यैव अर्थम् उक्त्वा अग्रे पठतु. इच्छादि सविषयकपदार्थेषु सत्सु वा. इदानीम् इच्छा कृति इत्यादि गुणानां कृते अपि तत्र गुणानां विषयः भवतु, तदा एव इच्छायाः विषयः भवतु, कृतेः विषयः भवतु, तदा एव अत्र सविषयकाः पदार्थाः इति लिखितुम्. हा किन्तु किमर्थम् एतद् लिखितम् इच्छादि सविशेषपदार्थेषु सत्सु अत्र सत्सति सप्तमी अस्ति तत्रापि तत्र विषयतासम्बन्धः वर्तते यः कोऽपि यस्मिन् इच्छा अस्ति तस्मिन् तत्र विषयतासम्बन्धः अस्ति सा विषयका विषयतासम्बन्धः न विषयता न जन्या इति हा इत्युक्ते यदा ज्ञानं भवति तदा एव तदनन्तरमेव विषयता विशेष्यता प्रकारता इति व्यवहारः कुर्मः तदा केवलं ज्ञानमस्ति चेदेव इति नास्ति इच्छा अस्ति चेदपि इच्छा केन सम्बन्धेन घटे अस्ति विषयता विशेष्यतासम्बन्धेन घटे अस्ति खलु विषयतासम्बन्धेन विशेष्यतासम्बन्धेन घटे अस्ति विषयतासम्बन्धेन वा विशेष्यतासम्बन्धेन वा घटे अस्ति घटे अस्ति हा इति कृत्वा अत्र ज्ञानमस्ति चेदेव व्यवहारः इति नास्ति यत्किमपि सविषयकपदार्थः अस्ति चेदपि एतादृशव्यवहारः कर्तुं शक्यते तदपि अस्माभिः चिन्तितं खलु प्रायः पञ्चविषयाः भवन्ति सविषयकः इति इत्युक्ते ज्ञानम् इच्छा कृतिः संस्कारः अपि सविषयकः भवति खलु एकत्रयेव स्मरामि महोदय न वर्गे पूर्वस्मिन् वर्गे अस्माभिः चिन्तितं मया एव चिन्तितमासीत् इत्युक्ते अत्र षड् आत्मगुणाः ये सन्ति तेषु सविशेषपदार्थाः के इति मया चिन्तितं भवतु किञ्चित् विषयान्तरं जायमानमस्ति इत्युक्ते विषये सविशेषपदार्थाः के इत्युक्ते सप्तपदार्थेषु सविशेषपदार्थाः के इति मया चिन्तितमासीत् ज्ञानम् इच्छा कृतिः संस्कारः संस्कारस्यापि विषयः अस्ति तदनन्तरं इच्छा देश अस्ति द्वेषः अपि सविषयः द्वेषः अपि सविषयकः तस्मिन् विषये मम द्वेषः इति वदामः खलु अस्ति तदनन्तरं सुखदुःख सुखदुःखादयः सविषयकः न सन्ति इति कृत्वा पञ्चविषयाः इत्युक्ते ज्ञान इच्छा कृतिः द्वेषः संस्कारः इति सप्तपदार्थेषु केवलं पञ्चविषयाः एव सविषयकाः पञ्चपदार्थाः एव सविषयकाः तेषु पदार्थेषु सत्सु यत्किमपि पदार्थेषु सत्सु प्रकारता विशेष्यतादि व्यवहारः कर्तुं शक्यते तत्र प्रयोज्यप्रयोजकभावः तर्हि एते पञ्चपदार्थाः प्रयोजकाः भवन्ति अस्तु इदानीम् अग्रे पठतु तेषां सत्त्वैः प्रकारत्वादिविषयताः न प्रतीयन्ते तेषाम् असत्त्वे तेषां तदेव तेषाम् असत्त्वे तदेव चिन्तितवान् किमर्थं तेषाम् असत्त्वैः प्रकारत्वादिविषयताः न प्रतीयन्ते इदानीं तत्र इच्छा वा ज्ञानं विषय इदानीं ज्ञानस्य विषय ज्ञानम् इदानीम् अस्तु ज्ञानस्य विषये वयं चर्चां कुर्मश्चेत् तत्र विषयता सम्बन्धः विषयता तत्र घटे अस्ति इत्यादि व्यवहारं कुर्मः इदानीं ज्ञानस्य विषये एव व्यवहारः नास्ति चेत् तत्र ज्ञानस्य विषये व्यवहारः इति किमर्थं तत् दीर्घ्यते ज्ञानं नास्ति चेत् अस्तु ज्ञानं ज्ञानमस्ति चेत् विषयता प्रकारता इति व्यवहारः भवति ज्ञानं नास्ति चेत् विषयता प्रकारः इति न भवति तर्हि ज्ञानसत्त्वे व्यवहारसत्त्वं प्रकारता विशेषता इति व्यवहारसत्त्वं ज्ञानाभावे अत्र ज्ञानम् इत्यस्मिन् स्थाने सविषयकपदार्थसत्त्वे प्रकारता विशेष्यता सत्त्वं सविषयकपदार्थ अभावे प्रकारता विशेष्यता व्यवहार अभावः इति कृत्वा सविषयकपदार्थाः कारणं भवति किन्तु कार्यम् इत्युक्ते अत्र जन्यत्वम् इति कार्यत्वं नास्ति अत्र प्रयोज्यम् इति कृत्वा प्रयोज्यप्रयोजकभावनास्ति हा अस्तु अग्रे पठतु अस्तु अतः ते अजन्याः अपि ज्ञानादिप्रयुक्ताः इत्युच्यन्ते. यद्धि अजन्यम् अपि किञ्चित् अधीनप्रतीतिकं तत् प्रयोज्यम् इति प्रयुक्तम् इति वा उच्यते. अत्र अतः ते अजन्याः. इदानीं प्रकरतविशेत इत्यादि धर्माः अजन्याः अपि ज्ञानादिप्रयुक्ताः. तत्र ज्ञान इच्छा दिभिः तत्र प्रयुक्ताः भवन्ति. यद्धि अजन्यमपि अत्र ते जन्याः न सन्ति तथापि किम् इति वदतु महोदय. अत्र सर्वनामशब्दाः के इति भवता प्रतिपादनीयं, नो चेत् भवान् अवगच्छति वा न वा इति कथम्? अत्र प्रथमवाक्यम् आरभ्य अतः ते इत्युक्ते के इत्युक्ते प्रकारता विशेषता इत्यादि धर्माः अजन्याः. महोदय सत्यं अपि ज्ञानादिप्रयुक्ताः इत्युक्ते ज्ञानादि इत्युक्ते इच्छा ज्ञानादिभिः प्रयुक्ताः. ज्ञानादि इत्युक्ते सविशेषपदार्थाः प्रयुक्ताः. अस्तु अग्रे. अजन्यम् अपि किञ्चित् अजन्यपि ते अजन्याः तथापि किञ्चित् अधीनप्रतीतिकं तत्र ज्ञान अधीनम् इति प्रतीतिः अस्ति. तत् प्रयोज्यं ते प्रयोज्यम् इति वयं व्यवहरामः. तत्र विशेषता इति प्रयोज्यं भवति अथवा प्रयुक्तम् इति वयं व्यवहरामः. प्रयुक्तम् इत्युक्ते प्रयोज्यम् इति अर्थः. प्रयोज्यम् अर्थः विषयत्वं पूर्वोक्तादृशं विषयत्वं पूर्वोक्तं तादृशं विषयत्वं पूर्व विषयत्वम् इत्युक्ते विषयता तावदेव. विषयत्वं त्वप्रत्ययः, तत्र शयं प्रत्ययः. अजन्यमपि तत् ज्ञानेच्छादिषु सत्सु एव भवति, ज्ञायते वा न अन्यदा. तत्र ज्ञान इच्छादिषु सत्सु एव ते ज्ञायन्ते अस्माभिः. सत्यम्. अतः विषयता न ज्ञानादिजन्या किन्तु ज्ञानप्रयोज्या ज्ञानप्रयुक्ता इति वा उच्यते. अस्तु, तत्र विषयता इति न ज्ञानप्रयुक्ता. तत्र प्रयोजकता ज्ञाने अस्ति. प्रयोज्यता विषयता प्रकारता इत्येषु अस्ति. तर्हि तयोः मध्ये जन्यजनकभावः नास्ति, किन्तु प्रयोज्यप्रयोजकभावः अस्ति. विषयता ज्ञानेन जायते इति न वदेम, किन्तु यदा ज्ञानमस्ति तदा विषयता प्रतीयते इति वदेम. ज्ञायते इति न तु जायते, तावदेव भेदः. अस्तु, ज्ञानं तादृशविषयतायाः प्रयोजकम् इत्युच्यते. तस्य प्रयोजकः प्रयोजकम् अस्ति ज्ञानं विषयतायाः. चित्रं निरूपयतु. तत्र ज्ञाननिष्ठप्रयोजकता निरूपिता प्रयोज्यतायाः आश्रयः विषयता इति अस्ति. हा, तावदेव. इत्युक्ते ज्ञाननिष्ठ जनकतानिरूपितजन्यताश्रयः विषयता इति न वदेम, किन्तु ज्ञाननिष्ठप्रयोजकतानिरूपितप्रयोज्यताश्रयः विषयता इति एव वदेम. अस्तु अग्रे. प्रतिबन्धकत्वम् अपि इमां प्रयोजकतां ज्ञात्वा सम्यक् ज्ञायते. इदानीं प्रतिबन्धकस्य विषये अपि एवमस्ति. इत्युक्ते किमर्थं प्रयोजकभावे चिन्तनम् इति चेत् पूर्वं प्रतिबन्धकस्य विषये चिन्तितं खलु. तर्हि प्रतिबन्धक अभावः कारणम् इति उक्तम्. तर्हि प्रतिबन्धक अभावः कारणं कीदृशकारणत्वम् अस्ति इति चेत् तत्र जन्य जनकः इत्यनेन कारणं वा नो चेत् प्रयोजकः इत्यनेन कारणं वा इति चिन्तनम् अत्र. अस्तु, पठतु. प्रतिबन्धकः सः यः सामग्र्यां सत्यामपि कार्यानुपत्तौ प्रयोजकः तत्र प्रतिबन्धकः सः यः सामग्र्यां सत्यामपि इदानीं सर्वे सर्वा सामग्री सत्यपि कार्य अनुपपत्तौ कार्यं न जायते सः प्रतिबन्धकः सः प्रयोजकः अस्ति. प्रयोजकः इत्येव प्रतिबन्धकः इति प्रयोजकः अस्ति. प्रतिबन्धक अभावः प्रतिबन्धकः सः सः सामग्र्यां सत्यां कार्यां कार्यानुपत्तौ प्रयोजकः. अस्तु, वदतु. हा, कार्यानुत्पत्तिः कार्योत्पत्तेः अभावः. इदानीं कार्यं न उत्पन्नं तदेव तस्य कार्योत्पत्तिः न भवति इति कार्योत्पत्तेः अभावः. कार्यानुत्पत्तिः इत्युक्ते कार्योत्पत्तेः अभावः इति अर्थः. तावदेव. अभावश्च नित्यः इति न प्रतिबन्धकेन सह उत्पन्नः इति व्यवहर्तुं शक्यम्. तत्र अभावः इति नित्यपदार्थः इति प्रतिबन्धकेन सह उत्पन्नः. इदानीं कार्यस्य अभावः उत्पन्नः इति व्यवहारं न कर्तुं शक्नुमः. प्रतिबन्धकः अस्ति इति कृत्वा तत्र कार्यं न उत्पन्नं अभावः अस्ति अभावः इदानीं जायते इति न व्यवहारं कर्तुं शक्नुमः. तथापि प्रतिबन्धक समवधाने सति कार्य अनुपादः भवति ज्ञायते वा इति न सः प्रतिबन्धकेन जन्यः किन्तु सः प्रतिबन्धकप्रयुक्तः प्रतिबन्धकप्रयोज्यः इति वा उच्यते. तत्र जन्यः नास्ति सः अभावः तु प्रतिबन्धकप्रयुक्तः इति अस्ति. कस्य अभावः? कार्योत्पत्ति अभावः. कार्याभावः कार्यं न जातः इति कृत्वा अभावः अस्ति सः अभावः. सत्यम्. इत्युक्ते कार्योत्पत्तेः पूर्वं कीदृश अभावः अस्ति? प्रागभावः अस्ति. हा, प्रागभावः जायते वा? नास्ति खलु. न जायते. प्रागभावः नश्यति किन्तु न जायते. सत्यं. तर्हि प्रतिबन्धकेन प्रागभावः कार्यस्य प्रागभावः उत्पन्नः इति न वक्तुं शक्यते. सत्यं. किन्तु प्रतिबन्धकः अस्ति चेत् कार्यं न जायते तर्हि तयोः मध्ये सम्बन्धः तु अस्ति. किन्तु जन्यजनकसम्बन्धः नास्ति, प्रयोज्यप्रयोजकभावसम्बन्धः अस्ति. अस्तु, अग्रे. प्रतिबन्धको अपि तादृशकार्य अनुत्पादनं प्रति न जनकः किन्तु प्रयोजकः इत्युच्यते. तदेव तत्र प्रतिबन्धकः प्रयोजकः भवति इति कृत्वा प्रतिबन्धके प्रयोज्यता तत्र अभावे कार्योत्पत्ति अभावे प्रयोज्यता इति अस्ति. प्रयोजकता प्रयोज्यता नास्ति, प्रतिबन्धके प्रयोजकता प्रयोजकता. समीचीनं महोदय, धन्यवादः. अग्रे सत्यभौमा भगिनी पठति वा? आं महोदय. व्यतिरेकसहचारः अस्माभिः पृष्ठसङ्ख्या 83 निरूपितः. तत्रापि यदभावे यदभावः इति अस्ति स्थितिः. प्रथम यत् पदेन कारणं भगिनि अत्र वाक्यशः वदतु भगिनि. एतत् सर्वं वयं जानीमः खलु. इत्युक्ते व्यतिरेकसहचारः इत्युक्ते किम्? इत्युक्ते यदभावे यदभावः, कारणाभावे कार्याभावः, कार्यसत्त्वे कारणसत्त्वम् इति अन्वयसहचारः. न, व्यतिरेकसहचारः एव वदतु. कारणाभावे कार्याभावः. उत्तमं कारणाभावे कार्याभावः इति व्यतिरेकसहचारः अस्तु तत्रापि तत्रापि प्रथम यत्पदेन कारणं ग्राह्यं द्वितीय यत्पदेन कार्यं यद् अभावे यद् अभावः इत्यत्र यद् अभावः इति कारणं यद् अभावः इति कार्यम् इति द्वितीय सत्यं अग्रे इति फलति दण्डादीनाम् अभावे घटाभावः अत्र दण्डादीनाम् इति कारणं घटाभावः इति कार्यं सः अनुभाविकः एव परन्तु न सः सः इत्युक्ते घटाभावः दण्डाभावजन्यः तत्र घटाभावः इदानीं भिन्नरीत्या उक्तमस्ति घटाभावः दण्डाभावेन न जन्यः इति उत्तरमस्ति नित्यत्वादि सः दण्ड अभावः प्रयुक्तः यदा नित्यवस्तूनां दण्डाभावेन न जन्यः इति कृत्वा किमर्थम् इत्युक्ते घटाभावः दण्डाभावजन्यः इति न वदेम किमर्थम् दण्ड अभावः प्रयुक्तः एव न तु जन्यः इति कृत्वा न भगिनी अत्र एतद् एतानि पदानि त्यजतु सामान्यतया वदतु घट अभावः दण्डाभावेन जन्यः इति न वदेम किमर्थं दण्डाभावः जायते वा न जायते किमर्थं न जायते दण्डाभावः इत्युक्ते कीदृश अभावः अत्र उक्तः दण्डाभावः इति अभावः चतुर्विधाः सन्ति खलु दण्डाभावः प्रागव अभावः प्रध्वंसाभावः अत्र दण्डाभावः इत्युक्ते घटाभावः क्षम्यतां घटाभावः इति नित्यम् इति अन्योन्यभावः इति वा न बुद्धं महोदय न अत्र घटाभावः इति नित्यं घटाभावः एकनिमिषं भगिनि अत्र मम प्रश्नस्य उत्तरं ददातु कृपया घटाभावः चतुर्विध अभावाः सन्ति खलु इदानीमेव भवत्या उक्तं तत्र घटाभावः इति कीदृश अभावः घटाभावः इत्युक्ते इदानीं प्रसङ्गवशे घटः इति कार्यं दण्डेन घटः जायते खलु तर्हि दण्डः कारणं घटः कार्यम् अस्ति तर्हि कार्याभावः इति चतुर्विध अभावेषु कीदृश अभावः अत्यन्त अभावः अत्यन्त अभावः इति कथं वदति दण्ड अभावः अत्यन्त अभावः उदाहरणं वदतु घटः नष्टः भूतले नास्ति इति घटः भूतले नास्ति तावदेव नष्टः इति त्यजतु नष्टः अस्ति चेदपि नष्टः वा न वा इति प्रश्नः नास्ति घटः भूतले नास्ति इति अत्यन्त अभावः तादृशं कार्याभावः इति भवति वा अत्यन्त अभावः इत्युक्ते कार्यस्य उत्पादनं जातं किन्तु अत्र नास्ति इति वदन्तसन्ति वा वयम् भगिनि प्रथमाभावः प्रागभावः खलु प्रागभावः कारणस्य विषये सत्यम् अतः एव मया उक्तम् अत्र घटाभावः इत्युक्ते घटः इति कार्यं तर्हि कार्याभावः इत्युक्ते प्रागभावः खलु कार्याभावः घटप्रागभावः कदा आरब्धः यदा घटम् उत्पादयति तस्मिन् पूर्वक्षणे सर्वेषु सामग्री अत्र सन्ति अत्र प्रागभावः प्रश्नं श्रुत्वा उत्तरं वदतु घटप्रागभावः कदा आरब्धः इति प्रश्नः When did Ghata Pragabhava start? Anadi khalu Pragabhava. Idanim bhavatya uktam nitya iti tadeva. Pragabhavah jayate iti na vaktum shakyate khalu. Okay, now I understood. Okay. अस्तु तर्हि घट अभावः दण्ड अभावेन जायते इति न वक्तुं शक्यते खलु. किन्तु यावत्पर्यन्तं दण्ड अभावः अस्ति तावत्पर्यन्तं घटः न उत्पद्यते खलु. न उत्पद्यते इति कृत्वा दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घट अभावः, दण्डाभावे घट अभावः इति व्यतिरेकसहचारः खलु. दण्डाभावे घटाभावः इति व्यतिरेकसहचारः खलु. दण्डाभावे व्यतिरेकसहचारः तत्र व्यतिरेकसहचारः तत्र सम्बन्धः कः, किं सम्बन्धम् आधारीकृत्य दण्डाभावे घटाभावः इति वदेमश्चेत् तत्र जन्यजनकभावः नास्ति, किन्तु प्रयोज्यप्रयोजकभावम् आधारीकृत्य एव एतादृशव्यवहारः इति अत्र उक्तम्. किमर्थम् इति चेत् घट अभावः न जायते इति न वक्तुं शक्यते खलु. अनादिः अस्ति, अनादि इति अनुक्त्वा अत्र नित्यम् इति उक्तं तावदेव. बुद्धं वा? तर्हि घट अभावः जायते इति यदा कदापि व्यवहारः न कर्तुं शक्यते, घटप्रागभावः जायते इति न वक्तुं शक्यते, किन्तु यावत्पर्यन्तं दण्डाभावः अस्ति तावत्पर्यन्तं घटाभावः अपि अस्ति इति कृत्वा तयोः मध्ये सम्बन्धः अस्ति, व्यतिरेकसहचारः अस्ति, कार्यकारणभावः अस्ति. तर्हि तत्र कार्यकारणभावः केन, किं सम्बन्धम् आधारीकृत्य उक्तम् इति चेत् प्रयोज्यप्रयोजकभावसम्बन्धम् आधारीकृत्य उक्तम् इति. इदानीं पठतु पुनः. परन्तु न सः दण्डाभावजन्यः. इति फलति दण्डादीनाम् अभावे घटाभावः आनुभविकः एव, परन्तु न सः दण्डाभावजन्यः नित्यादि नित्यत्वादि इति सः नित्यत्वादि नास्ति, नित्यत्वाद् इति नित्यत्वाद् इति हेतुपञ्चमी. ओके, नित्यत्वाद् इति सः दण्ड अभावप्रयुक्तः इति सः इत्युक्ते घट अभावः अत्र दण्डाभावप्रयुक्तः इति उच्यते, दण्डाभावः च प्रयोजकः. तर्हि दण्डाभाव घटाभावयोः मध्ये प्रयोज्यप्रयोजकभावः सम्बन्धः, प्रयोजकप्रयोज्यभावसम्बन्धः एव अस्ति, न तु कार्यकार न तु जन्यजनकभावः, जनकजन्यभावः नास्ति इति अत्र उक्तम्. अस्तु अग्रे सरेम. वर्षा भगिनी अग्रे पठति वा? धन्यवादः. धन्यवादः. अयं घटः इत्यादि ज्ञानं प्रयोजकः, प्रयोज्यकः, प्रतिबन्धकं यदस्ति तत् प्रयोजकः. न, अत्र प्रयोज्यमपि किम् इति वदतु. अयं घटः इति ज्ञानं प्रयोजकः, तर्हि प्रयोज्यं किम्? प्रयोज्यः कः? तस्य प्रतिबन्धकः महोदय नास्ति. अत एव पृच्छ. सम्पूर्णरीत्या नास्ति. न बुद्धं, न बुद्धम्. अत एव अत्र महोदय किञ्चित् अहं वदामि वा? वदतु वदतु. अत्र केवलम् अत्र प्रयोजकः अपि च जनकः इत्यनयोः मध्ये भेदः यदि अस्माकं मनसि आगच्छति चेत् सम्यक् अवगमनं भवति इति अहं मन्ये. अत्र ज्ञानं यदा भवति तद् क्षम्यताम्, अत्र भवान् किं करोतु, सामान्यप्रयोज्यप्रयोजकभावः निष्प्रत्ययं प्रयुज्य निजन्तप्रयोगे प्रयोजकः प्रयोज्यः भवति खलु. तत्तु अहं पठितवान् अधुना किञ्चित् स्मरामि वा न वा इति भवान् तु जानाति एव. इत्युक्ते कारयति कारयति कुलालः करोति कुलालपिता कारयति इति स्वीकरोतु. आं सत्यं. तर्हि तत्र कुलालपिता कारयति इत्यत्र कुलालपिता इति प्रयोजकः भवति. तं सः किं करोति, सः कुलालं प्रयोजयति. सः स्वयं कार्यं न करोति परन्तु कुलालं प्रयोजयति. अतः कुलालपिता इति प्रयोजकः भवति. सः केवलं प्रेरणा ददाति. प्रयोजकः इत्युक्ते प्रेरणा ददाति. तर्हि ज्ञानं यदा जायते तस्य अनन्तरम् एव विषयता अत्र विशेष्यता प्रकारता संसर्गता इति सर्वम् आयास्यति. परन्तु ज्ञानेन तेषां जननं न भवति. केवलं ज्ञानेन ज्ञानस्य अनन्तरम् एव तेषां कृते ते उपयुज्य वयं व्यवहारं कर्तुं शक्नुमः, व्यवहारं कुर्मः. अतः ज्ञानेन ते न जायन्ते, परन्तु ज्ञानं केवलं प्रयोजकः भवति. ज्ञानेन एव तेषाम् उपयोगः व्यवहारे भवन्ति. अतः ज्ञानम् इति प्रयोजकः भवति. विशेषता संसर्गता प्रकारता एते सर्वे प्रयोज्या भवन्ति. तथैव स्वामी महोदय बुद्धं वा महोदय? ज्ञानं प्रयोजकः, विषयता त्रिषु प्रयोज्य भवति इति बुद्धं. सत्यम्. अस्तु, एवं यदि बुद्धम् एतत् तर्हि द्वितीयप्रश्नः, प्रतिबन्धकः प्रयोज्यकः, प्रयोज्यः कः? प्रतिबन्धकः प्रयोज्यकः इत्युक्ते जनकः नास्ति. प्रयोजकः इत्युक्ते जनकः नास्ति महोदय. इत्युक्ते अस्ति पूर्वं, किन्तु वयं ज्ञास्यामः तदेव. न इत्युक्ते अत्र न जनकः इति मा वदतु, तदेव अत्र भेदः. सत्यं सत्यं महोदय. जनकः इति न वक्तव्यं, प्रयोजकः इति भवान् अवगच्छति खलु. अस्तु, प्रतिबन्धकः प्रयोजकः अस्ति चेत् प्रयोज्यं किम्? प्रतिबन्धकः अस्ति चेत् किं न जायते? कार्यं न जायते. हा, कार्यं न जायते इत्युक्ते किं? कार्य अभावः वर्तते इति खलु. कार्य अभावः वर्तते. यावत् प्रतिबन्धकः अस्ति तावत् कार्य अभावः अपि अस्ति महोदय. सत्यं. तर्हि प्रयोजक प्रतिबन्धकसत्त्वे कार्याभावसत्त्वम् इति अन्वयसहचारः तत्र अस्ति महोदय. तर्हि इदानीम् अत्र सम्बन्धः उक्तः, प्रतिबन्धकसत्त्वे कार्याभावसत्त्वम् इति उक्तम्. तर्हि अत्र सम्बन्धः कीदृशसम्बन्धः इति चेत् प्रयोज्यप्रयोजकभावसम्बन्धः इति तदाधारीकृत्य प्रतिबन्धकार्याभावमध्ये. हा सत्यम्. तर्हि प्रतिबन्धकः प्रयोजकः भवति, कार्याभावः प्रयोज्यः भवति. अस्तु, किमर्थं कार्याभावः प्रयोज्यः इति न वद इति वदेम, किमर्थं कार्याभावः जायते जन्यः इति किमर्थं न वदामि वदेम? जन्यजनकभावः किमर्थं न स्वीकुर्मः? अभावः तु न जन्यं, तद् अस्ति एव. हा उत्तमम्. अनादि अस्ति खलु अभावः, अनादि अस्ति. यद्यपि शान्तः अनादिः अस्ति. आमाम्. इति कृत्वा कार्य अभावः जायते इति न वक्तुं शक्यते खलु. सत्यं महोदय. प्रतिबन्धकत्वेन कार्याभावः जायते इति न वक्तुं शक्यते, किन्तु प्रतिबन्धकः अस्ति चेत् कार्य अभावः अस्ति, कार्यं न जायते एव, तर्हि तत्र जन्यजनकभावः न वक्तुं शक्यते, अभावः न जायते इति कृत्वा अभावस्य अनादित्वात् जायते इति पदप्रयोगं न कर्तुं शक्यते। तर्हि किं वक्तव्यम् अत्र? प्रतिबन्धकः प्रयोजकः अस्ति, कार्याभावः प्रयोज्यः अस्ति, प्रयोज्यप्रयोजकभावः एव वक्तुं शक्यते इति उक्तम्। अस्तु महोदय, तर्हि अयं घटः इति ज्ञानं प्रयोजकः नास्ति, अयम् अभावं घटाभावं प्रयोजकः अस्ति। न, प्रतिबन्धकः प्रयोजकः, कार्य अभावः प्रयोजकः, प्रयोजकः नास्ति प्रयोज्यः, प्रयोज्य अत्र प्रयोजकप्रयोजकभावः इत्यस्मिन् पाठे त्रीणि उदाहरणानि परिशीलितानि, भिन्नभिन्न उदाहरणानि, ययोः मध्ये प्रयोज्यप्रयोजकभावः अस्ति। प्रथमं तु ज्ञानम्, अयं घटः इति ज्ञानं प्रयोजकः, प्रयोज्यः भवति विषयता इति सम्बन्धः। द्वितीयं किं? प्रतिबन्धकः प्रयोजकः, कार्याभावः इति प्रयोज्यः। बुद्धं वा? एतत् बुद्धं महोदय, प्रतिबन्धं कार्योत्पत्ति अभावः, प्रयोजकः प्रयोज्यः। अस्तु, एवं ज्ञानम् अपि च विशेष्यता, तत्रापि बुद्धं वा? तत्रापि प्रश्नः अस्ति वा? ज्ञानं विषयता न बुद्धं सम्यक् महोदय। किमर्थम्? अत्र अयं ज्ञानम् अस्तु, अत्र विषयता इति पदं प्रयुज्य एकं वाक्यं वदतु। विषयता इति कीदृशपदार्थः अस्ति? प्रथमं तद्वदतु। विशेषणं महोदय, विशेषणं नास्ति, सम्बन्धः अस्ति खलु, विषयता इति सम्बन्धः। ज्ञानविषये विषयता अस्ति न, विषयता इति सम्बन्धः भोः। अस्तु महोदय, तर्हि विषयता इति सम्बन्धम् उपयुज्य एकं वाक्यं वदतु। किं कस्मिन् विषयता सम्बन्धेन वर्तते? ज्ञानं विषयतासम्बन्धेन घटे वर्तते। वक्तं खलु इदानीं, ज्ञानम् अयं घटः इति ज्ञानं विषयतासम्बन्धेन घटे वर्तते खलु? आं महोदय। तर्हि एतादृशवाक्यम् अयं घटः इति ज्ञानं ज्ञानस्य प्राप्तेः पूर्वं वक्तुं शक्यते वा? न महोदय। हा, तर्हि यदा ज्ञानमस्ति तदा एव एतादृशवाक्यं रचयितुं शक्नुमः खलु? सत्यं महोदय। यावत्पर्यन्तम् अयं घटः इति ज्ञानं न प्राप्यते तावत्पर्यन्तम् अयं घटः इति ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति प्रयोगः एव न कर्तुं शक्यते खलु? आं महोदय। तर्हि ज्ञानम् अपि च विषयता इत्यनयोः मध्ये कश्चन सम्बन्धः अस्ति, तत्र कीदृशसम्बन्धः इति चेत् जन्यजनकसम्बन्धः इति नास्ति, प्रयोजकप्रयोज्यसम्बन्धः इति एव। ओ अस्तु महोदय, बुद्धं वा? तद् न जन्यम्, अतः प्रयोज्यप्रयोजक इति भावरूपेण तयोः सम्बन्धः उक्तः। हा, प्रयोज्यप्रयोजभावकसम्बन्धं स्वीकृत्य ज्ञाने सति विषयता सम्बन्धः सत्वं, ज्ञानासत्त्वे विषयतासम्बन्ध असत्त्वम् इति तादृशव्यवहारः कर्तुं शक्यते। तत्र कार्यकारणभावः यद्यपि अस्ति किन्तु तद् जन्यजनकं स्वीकृत्य न उक्तं, किन्तु प्रयोजकप्रयोज्यभावं स्वीकृत्य एव अत्र उक्तम् इति प्रथम उदाहरणं। द्वितीय उदाहरणं तु प्रतिबन्धकः घट कार्याभावः, तृतीयं तु दण्डाभावः कार्य घटाभावः इति। दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति, त तत्र दण्डाभावे घटाभावः इति व्यतिरेकसञ्चारः उक्तं खलु महोदय, तत्रापि किं सम्बन्धम् आधारीकृत्य अनयोः मध्ये व्यतिरेकसहचारः साधितः इति चेत् प्रयोज्यप्रयोजकभावः। तर्हि अत्र प्रयोजकः कः, प्रयोज्यः कः इति वदतु। दण्डाभावः प्रयोजकः अस्ति, घटाभावः प्रयोज्यः अस्ति। उत्तमं, हा, दण्डाभावः प्रयोजकः, तत्र जन्यजनकभावः नास्ति, अतः प्रयोजक प्रयोजकं नास्ति। किमर्थं नास्ति? घटाभावं तु पूर्वमेव अस्ति, तद् न जन्य अनादि इति वदतु तावदेव। हा, घटाभावः अनादित्वात्, घटाभावः घटाभावस्य अनादित्वात् जन्यजनकभावः न वक्तुं शक्यते, किन्तु सम्बन्धः तु अस्ति एव। तर्हि कः सम्बन्धः इति चेत् प्रयोज्यप्रयोजकभावसम्बन्धः इति। धन्यवादः महोदय, इदानीं बुद्धं महोदय। अस्तु, बहु समीचीनम्। अस्तु अग्रे वर्षा भगिनि, किञ्चित् पृच्छतु, यदि न अवगच्छति पृच्छतु, चिन्ता मास्तु। नूतनमस्ति विषयम् अतः अत्र महान् उपयोगाय भवति। अत्र प्रयोज्यप्रयोजकभावः यत्र यत्र सम्बन्धः कल्पनीयः, किन्तु जन्यजनकभावसम्बन्धः न कल्पयितुं शक्यते, तत्र सर्वत्र प्रयोज्यप्रयोजकभावः सम्बन्धः वक्तव्यः भवति। अस्तु, तर्हि मम मनसि आगतम् इति कृत्वा पृच्छामि। अस्तु, अत्र आकाशः नित्यपदार्थः इति स्वीकृतं खलु, स्वयं महोदय भवानेव वदतु। आकाशः, अस्तु, आकाशः नित्यः, तर्हि आकाशस्य अस्तित्वं कथं साधितम्? अनुमानेन। केन प्रमाणेन साधितम्? अनुमानेन। उत्तमं, तर्हि अनुमानप्रमाणेन आकाशः जायते वा नो चेत् किम्? ज्ञायते, न तु जायते। हा, तर्हि अनुमाने सति आकाशसत्त्वम्, अनुमाने असति आकाश असत्त्वम् इति अन्वयव्यतिरेकसहकारः वक्तुं शक्यते खलु। आं, तत्र किं भावं स्वीकृत्य वदेम? प्रयोज्यभावः। उत्तमम्, उत्तमं, तर्हि अत्र प्रयोजकः कः, प्रयोज्यः कः? प्रयोजकः अनुमानज्ञानं, प्रयोज्य आकाश। उत्तमम्, इति कृत्वा एव यत् परिच्छेदः, यः परिच्छेदः मेहुल् महोदयेन पठितं तत्र एवं लिखितमासीत्, परन्तु यः पदार्थः नित्यः यस्य प्रागभावध्वंसौ न स्तः, तथापि तु सः कदाचित् प्रतीयते कदाचित् न, तादृशपदार्थविषयकः अयम् उत्पन्नः नष्टः इति व्यवहारः न उचितः भवति। इत्युक्ते नित्यपदार्थाः अनुमानप्रमाणेन आकाशः जातः इति न वक्तुं शक्यते, ज्ञातः इति एव वक्तुं शक्यते इति कृत्वा तत्र अनुमानज्ञानम् अपि च आकाशः अनयोः मध्ये प्रयोज्यप्रयोजकभावः अस्ति इति अवगन्तव्यम्। अस्तु, बहु समीचीनं, भवता इदानीम् आं समीचीनतया अवगतम् इति मम विश्वासः अस्ति। इदानीमेव तत् इम्पेक्ट् मनसि जायते महोदय, नास्ति चेत् अत्र यावत् स्पष्टता नास्ति तावत् पृच्छतु। अस्तु, समीचीनम्, अग्रे वर्षा, धन्यवादः। कारणस्यापि यत् कारणं का तस्य संज्ञा अस्ति, अपरः प्रयोजकपदार्थः शास्त्रे, तमपि प्रसङ्गात् निरूपयामः, अयं च प्रयोजकः जनकजनकः, यथा घटजनकः कुलालः, तज्जनकः कुलालपिता, सः घटजनकजनकः इति सः घटप्रयोजकः, तत्र कुलालपितरि घटकारणम् इति व्यवहारः लोके नास्ति, एवमेव दण्ड अवयवानां कपाल अवयवानां च घटं प्रति प्रयोजकत्वम् अवगन्तव्यम्, अयमेव च मुक्तावल्यादिग्रन्थेषु चतुर्थ अन्यतासिद्ध इति परिगणितः विशेषेण तत् एव अवगन्तव्यः इति अलं कारणत्वानुप्रसक्तेन तत् अत्र दत्तमस्ति यदि जनकस्य जनकः प्रयोजकः भवति वा न वा इति प्रसङ्गः अत्र घटजनकः कुलालः अस्ति कुलालस्य पिता यः अस्ति तत् सः प्रयोजकः भवति वा इति अत्र घटकारणम् इति एव व्यवहारं न अस्ति इति पूर्वमपि दृष्टं यतोहि तत्र चतुर्थविध अन्यतासिद्धत्वम् अत्र कुलालपिता पितायाम् अस्ति अतः सः कुलालपितरी अस्ति अतः सः घटकारणमेव नास्ति हा इत्युक्ते प्रयोजकप्रयोजकभावः यत्र वदामः तत्र अन्वयताचारः व्यतिरेकताचारः वक्तुं शक्यते कुलालपितरी सति कुलालः अस्ति कुलाले सति घटः अस्ति इति कृत्वा कुलालपिता अपि घटं प्रति कारणं वा इति चेत् न तत्र अन्यतासिद्धत्वम् अस्ति तर्हि अत्र निगमनं किं प्रयोजकः अस्ति वा न वा प्रयोजकः न अस्ति प्रयोजकः भवेत् चेत् अत्र कारणता भवेत् अत्र कारणता नास्ति इति प्रयोजकः न अस्ति एकनिमिषम् अत्र पश्यतु अत्र किं लिखितं तज्जनकः कुलालपिता सः घटजनकजनकः इति सः घटप्रयोजकः इति लिखितम् सः कुलालपिता घटप्रयोजकः परन्तु अत्र इत्युक्ते घटपितरी अजन्यः अस्ति चेत् एव वदतु किञ्चित् क्लेशः अस्ति महोदय अत्र पूर्व उदाहरणे नित्यविषये यदि अभावः विषयता तत्सर्वं स्वीकुर्मः अत्र प्रयोजकः प्रयोज्यभावः इति अस्ति इति कल्पितुं शक्यते अत्र निकषः अस्ति अत्र कारणता सम्बन्धः अस्ति इति निकषः अस्ति तद्विना प्रयोजकप्रयोज्य इति कथं वक्तुं शक्यते तदेव मया न अवगतम् अस्तु इत्युक्ते प्रथमम् अत्र ग्रन्थकारेण किम् उक्तम् इति वदतु तदनन्तरं तस्मिन् भवत्याः अङ्गीकारः अस्ति वा इति वा भिन्नवार्ता प्रथमम् अत्र किं लिखितमस्ति इति समीचीनतया प्रतिपादयतु ग्रन्थकारस्य मतं किम् ग्रन्थकारस्य मतमस्ति घटजनकजनकः इति सः घटप्रयोजकः अस्ति इति परन्तु घटकारणम् इति व्यवहारः न अस्ति दत्तमस्ति तदेव किमर्थं चेत् तत्र अन्यतासिद्धत्वम् अस्ति इति दत्तमस्ति हा सत्यम् इति कृत्वा तर्हि ग्रन्थकारस्य मतमस्ति प्रयोजकः केवलं कुलालपितः एव पिता एव प्रयोजकः इति नास्ति दण्ड अवयवाः ये सन्ति ते अपि प्रयोजकः कपाल अवयवाः ये सन्ति ते अपि प्रयोजकाः एव किन्तु ते कारणानि न सन्ति तानि कारणानि सन्ति किमर्थम् इति चेत् अन्यतासिद्धत्वं तेषु कल्पितम् अस्ति अतः एव यदा अन्यतासिद्धत्वविषये अस्माभिः पठितं तत्र कारणम् इत्यस्य लक्षणस्य परिष्कारः कृतः किं कृतम् इति चेत् अन्यतासिद्धत्वे सति इति उक्तं खलु अन्यतासिद्धत्वे सति अन्यत् किमपि उक्तं कार्यनियतपूर्ववृत्तित्वम् इति अन्यतासिद्धत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वम् इति कारणस्य लक्षणं कृतम् तर्हि अत्र अन्यत् कार्यपूर्ववृत्तिनियतत्वम् अस्ति कार्यनियतपूर्ववृत्तित्वम् अस्ति कस्य दण्ड अवयवानां कपाल अवयवानां कार्यनियतपूर्ववृत्तित्वम् अस्ति कथम् इति चेत् यत्र दण्डः अस्ति तत्र दण्ड अवयवाः अपि सन्ति खलु इत्युक्ते दण्डः कुत्र अस्ति दण्ड अवयवेषु एव दण्डः अस्ति इति कृत्वा दण्डः अस्ति चेत् तत्र दण्ड अवयवाः अपि सन्ति एव इति कार्यनियतपूर्ववृत्तित्वम् अस्ति चेदपि तत्र अन्यथासिद्धत्वं कल्पितम् इति कृत्वा अत्र कारणमिति न स्वीकुर्मः किन्तु प्रयोज्यप्रयोजकभावः अत्र वक्तव्यम् एव इति तस्य मतमस्ति महोदय अत्र एकनिमिषम् अत्र वर्षा भगिनी भवती प्रथमं वदतु तदनन्तरं श्रीराममहोदयस्य हां महोदय यदि तदा अस्ति चेत् दण्डरूपम् अपि प्रयोजकं भवति वा घटं प्रति कारणस्य कारणं चतुर्थविध अन्यतासिद्धत्वे अत्र प्रयोजकत्वं स्वीकृतं तर्हि पञ्चविध अन्यतासिद्धत्वम् अस्माभिः स्वीकृतं खलु तत्र उदाहरणानि वदतु केवलं पुनस्मारणार्थं आं महोदय प्रथमं तु दण्डत्वं द्वितीयं तु दण्डरूपं तृतीयं तु आकाशः चतुर्थः कुलालस्य पिता पञ्चमः अत्र रासभाति सत्यम् इति केवलम् अत्र चतुर्थ अन्यतासिद्धत्वे एव कारणस्य कारणम् इति एव तत्र चतुर्थ अन्यतासिद्धत्वम् इत्यत्र किं लक्षणमासीत् कारणस्य कारणम् इति उक्तं खलु जनकं प्रति इति जनकं प्रति कारणत्वं गृहीत्वा एव कार्यं प्रति कारणत्वं गृह्यते तस्य जन्यजनकस्य तत्कार्यं प्रति अन्यतासिद्धत्वम् इति तर्हि जनकजनकभावं स्वीकृत्य यदा कारणं कल्पयेम तत्र चतुर्थविध अन्यतासिद्धत्वं भवति तत्र प्रयोजकत्वम् अङ्गीकृतं किन्तु कारणत्वं न अङ्गीकृतम् इति केवलं तत्रैव प्रयोजकम् अङ्गीकृतं परन्तु कारणत्वं न अङ्गीकृतं वा सत्यं किमर्थम् इत्युक्ते अन्यतासिद्धत्वम् अस्ति तस्मिन् इति कृत्वा अतः एव अत्र कारणस्य लक्षणं परिष्कृतं पूर्वं किम् उक्तमासीत् कार्यनियतपूर्ववृत्तित्वम् इत्युक्ते कार्यादिकरणे भवेत् कार्यादिकरणे सर्वदा भवेत् कार्यादिकरणे पूर्वक्षणे कार्योत्पत्तेः पूर्वक्षणे भवेत् इति चेत् तत् कारणम् इति स्वीकुर्मः इति उक्तं खलु तर्हि कार्यनियतपूर्ववृत्तित्वम् एव कारणस्य लक्षणम् इति पूर्वं स्वीकृतं तद् यदा अन्यतासिद्धत्वस्य विषये पठितं तदनन्तरं परिष्कृतम् अन्यतासिद्धत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणस्य लक्षणम् इति परिष्कृतम् इति कृत्वा जनकजनकः यद्यपि जनकजनके प्रयोजकत्वम् अस्ति तथापि अत्र कारणम् इति न स्वीकुर्मः इत्युक्ते पूर्वं त्रीणि उदाहरणानि यद् चिन्तितानि यानि चिन्तितानि सन्ति इत्युक्ते अत्र ज्ञानम् अपि च विषयता अपि च किं प्रतिबन्धकः अपि च कार्याभावः तदनन्तरं दण्डाभावः कार्याभावः घटाभावः इत्यनयोः प्रयोज्यप्रयोजकभावः स्वीकृतः तेन कार्यकारणभावः अपि स्वीकृतः किन्तु अत्र यद्यपि प्रयोज्यप्रयोजकभावः स्वीकृतः किन्तु कार्यकारणभावः न स्वीकृतः किमर्थम् इति चेत् अन्यतासिद्धत्वं कल्पितम् इत्यतः इति उक्तम् बुद्धं वा हा महोदय परन्तु अत्र प्रयोजप्रयोजकभावः अस्य प्रयोजनमेव किं प्रयोजनमेव किं यदि कार्यकारणताभावः न निरूपणनीयं चेत् हा किमर्थं प्रयोज्यप्रयोजकभावः अङ्गीकर्तव्यः तस्य प्रयोजनं किम् इति भवत्याः प्रश्नः तत्तु समीचीनप्रश्नः अस्ति इत्युक्ते किं वदेम चिन्तयामः वयम् अत्र ग्रन्थकारेण तद् न चिन्तितं प्रसङ्गवशात् एतदपि अहं वदामि इति एव उक्तं किन्तु दण्ड अत्र कुलालपिता इति त्यजामः इत्युक्ते दण्ड अवयवम् इति स्वीकुर्मः. दण्ड अवयव अवयव दण्ड अवयवसत्त्वे घटसत्त्वं, दण्ड अवयव अभावे घट अभावः इति वक्तुं शक्यते वा न वा? वक्तुं शक्यते, परन्तु अत्र असाधारणकारणं न भवति. असाधारणकारणं न भवति इत्युक्ते किम्? असाधारणकारणं साधारणकारणम् इति भिन्नवार्ता. सर्वेषां कार्याणां प्रति यत् कारणं तत् साधारणकारणम्. नो नो सारी मोरि, ऐ गाट् कन्फ्यूस्ड्. वाट् ऐ मेन्ट् इस् इट् इस् नाट् अ डैरेक्ट् कास्, इट् इस् इण्डैरेक्ट् कास्. न, किन्तु अत्र अन्वयसहचारः व्यतिरेकसहचारः वक्तुं शक्यते खलु? आं महोदय, शक्यते. इति प्रथमम्. अपि च कार्यनियतपूर्ववृत्तित्वम् अपि अस्ति खलु? इत्युक्ते कुलालपितरि कार्यनियतपूर्ववृत्तित्वं न वक्तुं शक्यते, तद् भिन्न उदाहरणमस्ति. किन्तु दण्ड अवयवः इति स्वीकुर्मश्चेत् तत्र कार्यनियतपूर्ववृत्तित्वम् अपि अस्ति, अन्वयसहचारः व्यतिरेकसहचारः अपि अस्ति. तर्हि तत्र अन्वयसहचारः व्यतिरेकसहचारः किं सम्बन्धम् आधारीकृत्य उक्तम् इति चेत् प्रयोज्यप्रयोजकभावसम्बन्धम् आधारीकृत्य एव उक्तम् इति वक्तव्यं. तदेव तस्य प्रयोजनम्. दण्ड अवयवसत्त्वे घटसत्त्वं, दण्ड अवयव अभावे घटाभावः इति तयोः मध्ये सम्बन्धः कल्पितः अस्ति खलु? तादृशसम्बन्धः किं सम्बन्धम् आधारीकृत्य कः किं भावम् आधारीकृत्य उक्तम् इति चेत् प्रयोज्यप्रयोजकभावसम्बन्धम् आधारीकृत्य एव एतादृशवाक्यं रचयितुं शक्यते. तथापि तस्मिन् कारणत्वम् अङ्गीक्रियते अन्यथा सिद्धत्वात् इति बोधः. आम् महोदय, इदानीं अस्तु, समीचीनं. श्रीराम महोदय, भवतः प्रश्नः? प्रश्नः नास्ति महोदय. अत्र अहं चिन्तयामि पूर्वम् अभावविषये, अनन्तरं विषयतासम्बन्धविषये तत्र नित्याः इति उक्तमस्ति. अत्र तत्र नित्यत्वं नास्ति, भिन्नरीत्या सः अपरः प्रयोजकपदार्थः शास्त्रे इत्येव लिखितं प्रथमपङ्क्तौ. एतत् तत्र कुलालपिता प्रयोजकः भवति तु भिन्नरीत्या. पूर्वं यत् उक्तं तादृशं नास्ति इति. हा, तत् सत्यं. जनकस्य जनकः इति कृत्वा सः प्रयोजकः भवति. प्रयोजकः इति व्यवहारं कुर्मः तु यत् पूर्वम् उक्तं तादृशं नास्ति. यत्र नित्यत्वम् अस्ति अभावस्य तादृशं नास्ति. हा, किन्तु नित्यत्वं तत्र तु तत्र सत्यं, किन्तु इदानीं ज्ञानम् अपि च विषयता इति स्वीकरोतु, तत्र का गतिः? तत्र यदा ज्ञानम् अस्ति तदा एव विषयता स्वीकुर्मः. विषयता तु न जन्या. विषयता किमर्थं विषयता न जन्या? तत्र जन्या इति वदामश्चेत् तत्र कस्मिन् क्षणे भवति, तत्र पूर्वं तत्र प्रतिबन्धकः भवति वा न वा इत्येतत् सर्वं वक्तव्यं भवति. तत्र लाघवार्थम् इति अहं चिन्तयामि. जन्या इति न लाघवं कुत्र अस्ति इत्युक्ते विषयः अस्ति चेत् तस्मिन् विषयता अस्ति वा न वा? विषयता अस्ति. तत्र विषयता नित्या वा अनित्या वा? विषयता यथा ज्ञानं अस्ति तदेव विषयता भवति. न भवति इत्युक्ते जायते इति वदति वा प्रतीयते इति वदति? जायते इति नास्ति. जायते इति नास्ति. जायते इति नास्ति चेत् किं तर्हि? नित्यं. हा, नित्या. तत्रापि नित्यत्वं विषये विद्यमानविषयता नित्या अस्ति. तथापि नित्या अस्ति चेदपि तत्र कदाचिदेव तत् प्रतीयते खलु? कदा प्रतीयते? यदा ज्ञानम् ज्ञानं भवति तदा एव प्रतीयते. ज्ञायते, नो चेत् न इति. सत्यम्. अत्र कुलालपिता तत्र प्रयोजक इति भिन्नरीत्या एव तत्र तस्य प्रयोग प्रयोजकप्रयोज्यभावः भिन्नरीत्या अस्ति. सत्यं जनकस्य जनकः इति कृत्वा सत्यं सत्यम् इत्युक्ते जन्यजनकभावः टर्मिनालजि एकमेव अस्ति तु प्रयोगः भिन्नम् अस्ति अत्र. सत्यं सत्यं सत्यम् उत्तमं तदेव. हा इत्युक्ते जन्यजनकभावः नास्ति किन्तु प्रयोजकप्रयोजकभावः अस्ति इति पूर्वं पूर्वस्मिन् पाठे उक्तम्. अत्र किम् उक्तम् इति चेत् जन्यजनकभावः इत्युक्ते जनकजनकभावः अस्ति अत्र जन्यं प्रति. जनकः नास्ति साक्षात् किन्तु जनकजनकः अस्ति. तर्हि कीदृशभावः अत्र अस्ति इति चेत् जन्यजनकजनकभावः अस्ति, न तु जन्यजनकभावः, किन्तु जन्यजनकजनकभावः तु अस्ति एव. तादृशभावः कीदृशम् इति चेत् तत्र प्रयोजकः इति कृत्वा जन्यजनकजनकभावः अस्ति इति कृत्वा सः प्रयोजकः. तथापि अन्यथा सिद्धत्वं तस्मिन् कल्पितम् इति कृत्वा कारणं नास्ति इति बुद्धम्. अस्तु तर्हि आचार्यः एव वदति प्रकृतमनुसरामः इति. वयमेव वयमपि तदेव कुर्मः. वर्षा भगिनी पठतु भगिनि प्रकृतमनुसरामः. आम् प्रकृतिमनुसरामः. त्रिविधकारणत्वे निरूपिते यत् एतेषु असाधारणकारणं तदेव करणम् इति मूलम्. प्रत्यक्षादिप्रमाणम् असाधारणं कारणं किम् इति जिज्ञासायां प्रत्यक्षादयः क्रमेण निरूपिताः. परन्तु असाधारणकारणपदार्थः यदि न ज्ञायते कथं प्रत्यक्ष असाधारणकारणज्ञानं सम्भाव्यते? अतः असाधारणकारणनिरूपणम् आवश्यकम् आपतितम्. तत्रापि कारणत्वज्ञान अपेक्षा इति कार्यनियतपूर्ववर्तिकारणम् इति कारणत्वपदार्थः निरूपितः. तत्रापि कार्यं घटकम् इति कार्यं प्राग् अभावप्रतियोगी इत्यनेन कार्यं निरूपितम्. तथा च कार्यत्वनिरूपणे कृते कार्यत्वघटितं कारणत्वं ज्ञायते. कारणत्वे ज्ञाते तद्घटितं करणत्वम् असाधारणकारणत्वरूपं सुज्ञेयम् इति अयं सर्वः अपि ग्रन्थः प्रवृत्तः. अत्र सम्मरि अस्ति. यदि कारणं किम् इति निर्णेतव्यम्. अत्र यदि असाधारणकारणम् अस्ति तदेव करणम् इति अस्ति. मूलग्रन्थे तदेव दत्तमस्ति. यदि वयम् असाधारणकारणपदार्थः किम् इति न ज्ञायते तदा कथं प्रत्यक्ष असाधारणकारणज्ञानं सम्भवति इति प्रश्नः उदेति. अतः असाधारणकारणनिरूपणम् आवश्यकं भवति. यदि असाधारणकारणस्य निरूपणं न भवति तर्हि तर्हि किं कारणम् इति वयं न वक्तुं शक्यते. तत्रापि कारणत्व अज्ञान अपेक्षा इति निकषा अपि अस्ति. कार्यनियतपूर्ववर्ती भवेत् इति, अपि च कार्यं प्रागभावप्रतियोगी इत्यनेन कार्यं निरूपितम् निरूपितं कृतम् इति अपि दत्तमस्ति. न तत्तु सत्यं, किन्तु अत्र चिन्तनं किञ्चित् इतोपि स्पष्टतया वक्तव्यं. प्रथमम् अत्र प्रकृतम् इत्युक्ते किं, करणम् इत्युक्ते किम् इति प्रकृतविषयः. इदानीं तस्मिन्नेव विषये, करणस्य विषये इदानीं चिन्तनम् आरब्धम्. करणस्य लक्षणं किम्? असाधारणकारणम्. तर्हि करणम् इति लक्षणवाक्ये असाधारणकारणम् इति पदं दृश्यते खलु. तर्हि यावत्पर्यन्तं कारणम् इति न ज्ञानीमः करणम् इति न ज्ञातुं शक्यते खलु. किमर्थम् इत्युक्ते करणम् इति करणम् इत्यस्य लक्षणवाक्ये कारणम् इति पदं घटितमस्ति इति कृत्वा यावत्पर्यन्तं कारणम् इति न ज्ञायेम तावत्पर्यन्तं करणं किम् इति न ज्ञातुं शक्यते. तर्हि कारणम् इत्युक्ते किं? तर्हि इदानीं कारणम् इत्युक्ते किं वदतु? कार्यनियतपूर्ववर्ती इति कारणम्. सत्यं. तर्हि इदानीं प्रथमं करणस्य लक्षणं किम्? असाधारणकारणं. तर्हि यावत्पर्यन्तं कारणम् इति पदं न अवगच्छेम तावत्पर्यन्तं करणं किम् इति न अवगन्तुं शक्यते. तर्हि कारणं किं? कार्यनियतपूर्ववर्ती कारणम् इति कारणस्य लक्षणं. तदापि परिष्कृतम् अन्यथासिद्धत्वे सति इति भवतु, तत् त्यक्तमत्र, किन्तु अस्माकं मनसि भवेत्. भवतु, अत्र कार्यनियतपूर्ववर्ती कारणम् इति उक्तम्. तर्हि इदानीम् एतद् लक्षणवाक्यं पश्येमश्चेत् अत्र कार्यम् इति पदं घटितमस्ति खलु. तर्हि यावत्पर्यन्तं कार्यम् इति पदं न अवगच्छेम तावत्पर्यन्तं कारणम् इति पदस्य अवगमनं न भवति इति प्रश्नः. तर्हि कार्यं किम् इति वक्तव्यं. कार्यं किम्? प्रागभावस्य प्रतियोगी कार्यम्. अस्तु, समीचीनं. तर्हि प्रागभावस्य प्रतियोगी कार्यम् इति उक्तत्वात् तर्हि कार्यं किम् इति वयं जानीमः. इदानीं ज्ञातं प्रागभावप्रतियोगी एव कार्यं. तर्हि कारणं किं? कार्यनियतपूर्ववर्ती कारणं. करणं किम्? असाधारणकारणं करणम् इति अस्माभिः अत्र एतावत्पर्यन्तं प्रागभावः इत्युक्ते किम् इति अस्माभिः अधीतं. तर्हि प्रागभावप्रतियोगी कार्यम् इति अवगन्तुं शक्यते. तदनन्तरं कार्यम् इति अवगतम् इति कृत्वा कारणम् इति किम् इति किम् इति अपि अवगन्तुं शक्यते. कारणम् इति अवगतम् इति कृत्वा असाधारणकारणं तदेव करणम् इति अपि अवगन्तुं शक्यते इति अत्र लिखितमस्ति. तदा एव अत्र लिखितमस्ति, कारणत्वे ज्ञाते तद्घटितं करणत्वम् असाधारणकारणत्वरूपं सुज्ञेयं भवति इति अयं सर्वोऽपि ग्रन्थः प्रवृत्तः. इत्युक्ते साक्षात् इतः आरभ्य ग्रन्थकारः वक्ष्यति अत्र कारणं किम् इति अस्माभिः चिन्तितं, कार्यं किम् इति चिन्तितं, प्रतियोगी किम् इति सर्वं चिन्तितम् इति कृत्वा अस्माकं कृते एतानि ज्ञानानि सर्वाणि सन्ति इति कृत्वा साक्षात् असाधारणकारणं करणम् इति असाधारणकारणं करणम् इत्यस्मिन् वाक्ये किमपि आचार्येन न उक्तम्. साक्षात् प्रत्यक्षकरणं प्रति गच्छति. किमर्थम् इति चेत् एतत् अत्र एतस्मिन् परिच्छेदे तस्य कारणम् उक्तं तावदेव. बुद्धं खलु? आम् महोदय. अस्तु, बहु समीचीनम्. अपि च केवलं पुनस्मारणार्थम् अपि च चिन्तन किं रुच्यर्थं व्याकरणे करणस्य लक्षणं किं? व्याकरणशास्त्रानुसारं साधकतमं करणं. हा, साधकतमं करणम् इति व्याकरणे. तत्र साधकानि बहु साधकानि बहूनि भवन्ति. तेषु उत्कृष्टं साधनं यदस्ति तदेव करणम् इति वदेम खलु. तत्र तमप्रत्ययेन उत्कृष्टं बोध्यं. तमप्रत्ययेन व्याकरणे यदुक्तं तदेव अत्र असाधारणम् इति पदेन उक्तम्. न्याये असाधारणकारणं करणं, व्याकरणे साधकतमं करणं. तर्हि तयोः मध्ये कथं वा अवगन्तव्यम् इति चेत् तमप्रत्ययस्य तमप्रत्ययं यद् यः यदर्थं वदति तदेव अर्थम् असाधारणम् इति पदेन उक्तम् इति. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे पाठः. हा महोदय, परन्तु साधकतमम् इत्युक्ते एकमेव भवितुम् अर्हति खलु? हा, असाधारणकारणम् एकम् अधिकम् अपि भवितुम् अर्हति. तद् यत् घटं स्वीकुर्मः तत्र दण्डः अपि कारणं, कुलालः अपि कारणं, द्वौ कारणौ स्तः. परन्तु असाधारणकारणं वा? द्वयमपि असाधारणकारणमेव. किमर्थं द्वयमपि असाधारणकारणम्? ते साधारणकारणं न सन्ति तर्हि ते असाधारणकारणमेव. उत्तमम्. इत्युक्ते अत्र न्यायमते किं कृतं, साधारणकारणं किम् इति प्रथमम् उक्तं. सर्वेषां कार्याणां प्रति यत् कारणं तत् साधारणकारणम् इति उक्त्वा तदनन्तरं यद् साधारणकारणं नास्ति तद् असाधारणकारणम् इति अत्र नै कस्मिन् अर्थे नै प्रयुक्तमस्ति असाधारणकारणम् इत्यत्र? नञ् प्रत्ययस्य विरोधार्थे निषेध वा विरोधार्थे अभाव भेदार्थे. उत्तमं. भेदार्थे तर्हि यत् साधारणं नास्ति तत् असाधारणं, तत् सर्वम् असाधारणम् इति भेदः कृतः खलु? आम्. इति कृत्वा अत्र बहूनि कारणानि असाधारणकारणेषु अन्तर्भूतानि भवितुम् अर्हन्ति इति तत्र चिन्तनमस्ति. न, यद्भवता उक्तं तदहम् अङ्गीकरोमि. इत्युक्ते तमप्रत्ययेन एकमेव करणम् इति न, तत्रापि किञ्चित् चिन्तयितुं शक्यते. इत्युक्ते व्याकरणशास्त्रे तमप्रत्ययेन एकमेव इति तादृशं भवति वा? अस्तु, इदानीं पचनक्रियादि स्वीकुर्मः. पचनक्रियायाः करणं किम्? नो चेत् अत्र सामान्यतया किम् अत्र सामान्यवाक्यमस्ति खलु, करण उदाहरणवाक्यमस्ति खलु, तद् वदतु किमपि उदाहरणं. बाणेन हननं करोति. सत्यं, रामः रावणं बाणेन हन्ति. अत्र बाणम् इति क्रिया अस्ति खलु? तर्हि इदानीं चिन्तयतु, अहं छुरिकायाम् अपि तस्य हननं एकस्मिन्नेव समये करोमि इति चिन्तयतु. छुरिका इत्युक्ते नैफ्, मम हस्तद्वये अपि छुरिका छुरिकौ स्तः इति चिन्तयतु. द्वे छुरिके स्तः इति चिन्तयतु. तर्हि द्वयेनापि कस्यापि हननम् अहं कुर्वन्नस्मि इति चिन्तयतु. तर्हि तत्र द्वयमपि करणं भवति वा न वा? व्याकरणशास्त्रानुसारमेव भवितुमर्हति इति अहं चिन्तयामि. भवति खलु, तर्हि तत्र तत्रापि बहूनि कार्यकारणानि भवितुमर्हति. तम इत्यनेन एकमेव इति नास्ति. आम्. तरप्रत्ययः तमप्रत्ययः कम्पेरिटिव् सूपर्लेटिव् इति अस्ति. तर्हि सूपर्लेटिव् इत्यस्य अर्थः कथम् अवगन्तव्यम् इति चेत् इतोपि अधिकं किमपि नास्ति इति, इतोपि उत्कृष्टं किमपि नास्ति इति एव अवगन्तव्यम्. उत्कृष्टम् एकमेव इति न अवगन्तव्यम्. उत्कर्षणम् उत्कर्षणं न समीचीनचिन्तनं, किन्तु एतादृशं चिन्तयामश्चेदेव अत्र अवबोधः जायते. उत्कर्षणम् इति भावः एकस्मिन् एव भवेत् इति नास्ति, किन्तु इतोपि उत्कृष्टं किमपि नास्ति तत्र. किन्तु उत्कृष्टत्वं बहुषु भवितुमर्हति, तदेव तमप्रत्ययेन उक्तम्. बोत् आर् फस्ट् इन् द क्लास् इति वक्तुं शक्यते खलु? आम् महोदय. इति कृत्वा तमप्रत्ययेनापि एकस्यापि कारणं उक्तं भवितुम् अर्हति इति. अत्र मम आशयः एवमासीत्, इत्युक्ते व्याकरणे कर्णस्य लक्षणम् अस्ति, न्याये अपि कर्णस्य लक्षणमस्ति, तयोः मध्ये किञ्चित् केवलं रुच्यर्थं चिन्तयेम इति मया चिन्तितं, किन्तु समीचीनचिन्तनं जातम्. अस्तु, समयः जातः, अत्र स्थगयामः. तर्हि इदानीं करणं, प्रत्यक्षकरणं, प्रत्यक्षम् इति पदेन करणमपि उक्तं, ज्ञानमपि उक्तम् इति अस्माभिः पठितं पूर्वं. प्रत्यक्षकरणेन इत्युक्ते इन्द्रियेण ज्ञानेन्द्रियेण यद् ज्ञानं लभ्यते तस्यापि नाम अस्ति प्रत्यक्षम्, अपि च करणस्यापि नाम अस्ति प्रत्यक्षम्। तर्हि इदानीं प्रत्यक्षम् इति करणस्य विषये अग्रे चिन्तनं भविष्यति, अग्रिमवर्गे तत् पठेम। अस्तु, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादाश्च। धन्यवादः, नमस्कारः।